पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 67 ययादिरुवाच अस्मद्भाग्यप्रसङ्गेन भवदो दर्शनं मम संजातं शक्रसंवाह एतच्छ्रेयो ममातुलं मानवामर्त्यलोके च पापं कुर्वन्ति दारुणम् तेषां कर्म विपाकं च मातले वदसाम्प्रदं मातलिरुवाच श्रूयतामभिधास्यामि पापाचारस्य लक्षणं श्रुते सदि महज्ञानमत्र लोके प्रजायते वेदनिन्दां प्रकुर्वन्ति ब्रह्माचारस्य कुत्सनं महापादकमेवापि ज्ञातव्यं ज्ञानपण्डितैः साधूनामपि सर्वेषां यः पीडां हि समाचरेद महापादकमेवापि प्रायचित्ते न हि व्रजेत् कुलाचारं परित्यज्य अन्याचारं व्रजन्ति च एतच्च पादकं घोरं कथितं कृत्य वेदिभिः मातापित्रोश्च यो निन्दां ताडनं भगिनीषु च पितृस्वसृनिन्दनं च तदेव पादकं ध्रुवं सम्प्राप्ते श्राद्धकालेऽपि पञ्चक्रोशान्तरे स्थितं जामातरं परित्यज्य तथा च दुःखिदुःसुतं स्वसारं चैव स्वश्रीयं परित्यज्य प्रवर्तते कामात् क्रोधात् भयद्वापि अन्यं भोजयते यदा पितरो नैव भुञ्जन्ति देवाश्चैव न भुञ्ज्यते एतच्च पादकं तस्य पितृखादसमं कृतं दानकालेऽपि सम्प्राप्ते आकदे ब्राह्मणे किल भूरिदानं परित्यज्य कदिभ्यो हि प्रदीयते एकस्मै दीयते दानमन्येभ्योऽपि न दीयते एतच्च पादकं घोरं दानभ्रंशकरं स्मृतं यजमानगृहे सेवा संस्थितान् ब्राह्मणान्निजान् परित्यज्य हि यद्दानं न दानस्य च लक्षणम् समाश्रितं हि यं विप्रं धर्माचारसमन्वितं सर्वोपायै सुपुष्येत्तम् सुदानैर्बहुभिर्नृप न गणयेन्मूर्खं विद्वांसं पोष्यो विप्रः सदा भवेद् सर्वैः पुण्यैः समायुक्तं सुदानैर्बहुभिर्नृप तं समभ्यर्च्य विद्वांसं प्राप्तं विप्रं सदार्हयेद् तं हि त्यक्त्वा ददेद्धानमन्यस्मै ब्राह्मणाय वै दत्तं हुदं भवेत्तस्य निष्फलं नात्र संशयः ब्राह्मणः क्षत्रियो वैश्यशूद्रश्चापि चतुर्थकः पुण्यकालेषु सर्वेषु संश्रुतं पूजयेद्विजं मूर्खं वापि हि विद्वांसं तस्य पुण्यफलं शृणु अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते कस्माद्धिकारणाद्राजञ्चक्यं प्राप्य न कारयेद् अन्यो विप्रसमायादस्तत्कालं श्राद्धकर्मणि उभौ तौ पूजयेत्तत्र भोजनाच्छादनैस्ततः ताम्बूलदक्षिणाभिश्च पितरस्तस्य हर्षिताः श्राद्धभुक्ता यदादव्यं सदा दानं च दक्षिणा न ददेच्छ्राद्धकर्तायो गोहत्यादिसमं भवेद् द्वावेदौ पूजयेत्तस्मात् श्रद्धया नृपसत्तम निर्धनत्वप्रभावाद्वै तमेकं हि प्रपूजयेद् व्यदीपातेऽपि सम्प्राप्ते वै धृतौ च नृपोत्तम अमावास्यां तथा राजन्क्षयाहे परपक्षके श्राद्धमेवं प्रकर्तव्यं ब्राह्मणादित्रिवर्णकैः यज्ञे तथा महाराज ऋत्विजश्च प्रकारयेद् तथा विप्रा प्रकर्तव्या श्राद्धदानाय सर्वदा अविज्ञातप्रकर्तव्यो ब्राह्मणो नैव जानता यस्यापि ज्ञायते वंशकुलं त्रिपुरुषं तथा आचारश्च तथा राजंस्तं विप्रं सन्निमन्त्रयेद् कुलं न ज्ञायते यस्य आचारेण विचारयेद् श्राद्धदाने प्रकर्तव्ये विशुद्धो मूर्ख एव हि अविज्ञातो भवेद्विप्रो वेदवेदाङ्गपारगः श्राद्धदानं प्रकर्तव्यं तस्माद्विप्रं निमन्त्रयेद् आतिथ्यं तु प्रकर्तव्यमपूर्वं नृपसत्तम अन्यथा कुरुते पापि स यादि नरकं ध्रुवं तस्माद्विप्रकर्तव्यो दाने श्राद्धे च पर्वसु आदौ परीक्षयेद्विप्रं श्राद्धे दाने प्रकारयेद नाश्नन्ति तस्य वै गेहे पितरो विप्रवर्जिताः शापं दत्त्वा ततो यान्ति श्राद्धाद्विप्रविवर्जिताद् महापापी भवेत् सोऽपि ब्रह्मणः सदृशो यदि पैत्राचारं परित्यज्य यो वर्तेद नरोत्तम महापापी स विज्ञेयः सर्वधर्मबहिष्कृतः ये त्यजन्ति शिवाचारं वैष्णवं भोगदायकं निन्दन्ति ब्राह्मणं धर्मं विज्ञेयाः पापवर्धनाः ये त्यजन्ति शिवाचारं शिवभक्तान् द्विषन्ति च हरिं निन्दन्ति ये पापा ब्रह्मद्वेषकराः सदा आचारनिन्दकाये दे महापादककृतमाः आद्यं पूज्यं परं ज्ञानं पुण्यं भागवतं तथा वैष्णवं हरिवंशं वा मत्स्यं वा कूर्ममेव च पात्मं वा ये पूजयन्ति तेषां श्रेयो वदाम्यहं प्रत्यक्षं तेन वै देवपूजितो मधुसूदनः तस्मात् प्रपूजये ज्ञानं वैष्णवं विष्णुवल्लभं देवस्थाने च नित्यं वै वैष्णवं पुस्तकं नृप तस्मिन् प्रपूजिते विप्र पूजिध कमलापतिः असम्पूज्य हरेर्ज्ञानं ये गायन्ति लिखन्ति च अज्ञाय तत्प्रयच्छन्ति शृण्वन्त्युच्चारयन्ति च विक्रीडन्ति च लोभेन कुञ्चाननियमेन च असंस्कृतप्रदेशेषु यथेष्टं स्थापयन्ति च हरिज्ञानं यथा क्षेमं प्रत्यक्षाच्च प्रकाशयेद् अधीते च समर्थश्च यः प्रमादं करोति च अशुचिश्चाशुचौ स्थाने यः प्रवक्ति शृणोति च इति सर्वं समासेन ज्ञाननिन्दा समं स्मृतं गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति न करोति च शुश्रूषामाज्ञाभङ्गं च भावतः नाभिनन्दति तद्वाक्यमुत्तरं सम्प्रयच्छति गुरुकर्माणि साध्ये च तदुपेक्षां करोति च गुरुमार्तमशक्तं च विदेश्यं प्रस्थितं तथा अरिभिः परिपूतं वा यत् सं त्यजति पापकृद पठमानं पुराणं तु तस्य पापं वदाम्यहं कुम्भीपाके वसेत्तावद्यावदिन्द्राश्चतुर्दश पठमानं गुरुं यो हि उपेक्षयति पापधीः तस्यापि पादकं घोरं चिरं नरकदायकम् भार्यापुत्रेषु मित्रेषु यश्चावज्ञां करोति च इत्येतत्पादकं ज्ञेयं गुरुनिन्दासमं महद ब्रह्मः स्वर्णस्तेयी च सुराभि गुरुदल्पगः महापादगिनश्चैदे तत्संयोगी च पञ्चमः क्रोधाद्वेषाद्भयाल्लोभात् ब्राह्मणस्य विशेषतः मर्मादिकृन्तको यश्च ब्रह्मघ्नः स प्रकीर्तितः ब्राह्मणं यत्समाहूय याजमानमकिञ्चनम् पश्चान्नास्तीति यो ब्रूयात् स च वै ब्रह्मानृप यस्तु विद्याभिमानेन निस्तेजयति वै द्विजम् उदासीनं सभामध्ये ब्रह्म स प्रकीर्तितः मिथ्यागुणैरथात्मानं नयत्युत्कर्षतां पुनः गुरुं विरोधयेद्यस्तु स च वै ब्रह्म स्मृतः शत्रुषा तप्तदेहानामन्न भोजानमिच्छदां यः समाचरदे विघ्नं तमाहुर्ब्रह्मखादकम् पिशुनः सर्वलोकानां रन्ध्रान्वेषणतत्परः उद्वेजनकरक्रूरः स च वै ब्रह्मः स्मृतः देवद्विजगवां भूमिं पूर्वदत्तां हरेतु यः प्रनष्ठामपि कालेन तमाहुर्ब्रह्मखादकम् द्विजवित्तापहरणं न्यासेन समुपार्जितं ब्रह्महत्या समं ज्ञेयं तस्य पादकमुत्तमम् अग्निहोत्रं परित्यज्य पञ्चयज्ञीयकर्मणि मातापित्रोर्गुरूणां च कूढसाक्ष्यं च यश्चरेद अप्रियं शिवभक्तानामभक्ष्याणां च भक्षणं वने निरपराधानां प्राणिनां च प्रमारणम् गवां गोष्ठे वने चाग्ने पुरे ग्रामे च दीपनम् इति पापानि घोराणि सुरापानसमानिदु दीनसर्वस्वहरणं परस्त्रीगजवाजिनां गोभूरजदवस्त्राणामोषधीनां रसस्य च चन्दनागुरुकर्पूरकस्तूरी पट्टवाससां परन्यासापहरणं रुक्मस्तेयसमं स्मृतं कन्याया वरयोग्याय अदानं सदृश्ये वरे पुत्रमित्रकलत्रेषु गमनं भगिनीषु च कुमारी साहसं घोरमत्यञ्जस्त्री निषेवणं सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतं महापादकतुल्यानि पापान्युक्तानि यानि तु तानि पादकसंज्ञानि तन्न्यूनमुपपादकम् द्विजायार्थं प्रतिज्ञाय न प्रयच्छति यः पुनः तत्र विस्मरते विप्रस्तुल्यं तदुपपादकं द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमम् अधिमानाधिकोपश्च दाम्भिकत्वं कृतघ्नता अन्यत्र विषयाशक्तिकार्पण्यं शाढ्यमत्सरम् परधाराभिगमनं साध्वीकन्याभिदूषणं परिवित्तिः परिवेत्ता यया च परिविद्यते तयोर्दानं च कन्यायास्तयोरेव च याजनं पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा भार्याणां च परित्यागसाधूनां च तपस्विनां गवां क्षत्रियवैश्यानां स्त्री शूद्राणां च खादनं शिवायतनवृक्षाणां पुण्यारामविनाशनं यः पीडामाश्रमस्थाना माचरेदल्पिकामपि तद्भृत्य परिवर्गस्य पशुधान्यवनस्य च कर्षधान्यपशुस्तेय याज्ञानां च याजनं यज्ञारामतडागानां धारापत्यस्य विक्रयः तीर्थयात्रोपवासानां व्रतानां च सुकर्मणां स्त्रीधनान्युपजीवन्ति स्त्रीभगात्यन्तजीविता स्वधर्मं विक्रयेद्यस्तु अधर्मं वर्णते नरः परदोषप्रवादी च परच्छिद्रावलोककः परद्रव्याभिलाषी च परदारावलोककः एते गोघ्नसमानाश्च ज्ञातव्या नृपनन्दन यः कर्ता सर्वशास्त्राणां गोहर्ता गोच्छविक्रयी निर्दयोतीव भृत्येषु पशूनां दमकश्चयः मिथ्याप्रवदते वाच मा कर्णयदि यः परैः स्वामिद्रोही गुरुद्रोही मायावी चपलशठः यो भार्या पुत्रमित्राणि बालवृद्धकृशातुरान् भृत्यानतिथिबन्धूंश्च त्यक्त्वाश्नादि बुभुक्षितान् येदुमृष्टं समश्नन्ति नो वाञ्छन्तं ददन्ति च पृथक् पाकी स विज्ञेयो ब्रह्मवादिषु गर्हितः नियमान् स्वयमादाय ये त्यजं त्यजितेन्द्रियाः प्रव्रज्यागमिदायैश्च संयुक्ता ये च मद्यपैः ये चापि क्षयरोगार्थां गां पिपासा क्षुधादुरां न पालयन्ति यत्नेन ते गोघ्ना नारका स्मृताः सर्वपापरता ये च चतुष्पाक्क्षेत्रभेदकाः साधून्विप्रान् गुरुंश्चैव यश्च गां हि प्रताडयेद ये ताडयन्त्य दोषां च नारीं साधुपदे स्थिताम् आलस्यबद्ध सर्वाङ्गो यस्वपिति मुहुर्मुहुः दुर्बलांश्च न पुष्णन्ति नष्टान्नान्वेषयन्ति च पीडयन्त्यधिभारेण सक्षतान्वाहयन्ति च सर्वपापरता ये च संयुक्ता ये च भुञ्चते भग्नाङ्गीं क्षतरोगार्तां गोरूपां चक्षुधातुरां न पालयन्ति यत्नेन ते जना नारका स्मृताः वृषाणां वृषणौ ये च पापिष्ठा खादयन्ति च बाधयन्ति च गोवत्सान् महान् नारकिणो नराः आशया समनुप्राप्तं क्षुतृशाश्रमपीडितम् ये चातिथिं न मन्यन्ते ते वै निरयगामिनः अनाथं विकलं दीनं बालं वृद्धं भृशातुरम् नानुकम्पन्ति ये मूढास्ते यान्ति नरकार्णवम् अजाविको माहिषिको यः शूद्रा वृषलीपतिः शूद्रो विप्रस्य क्षत्रस्य ये आचारेण वर्तते शिल्पिनः कारवो वैद्यास्तथा देवलकानराः भृतकामात्यकर्माण सर्वे निरयगामिनः यश्चोदितमधिक्रम्य स्वेच्छया आकरेत्करं नरकेषु स पच्येद यश्च दण्डं वृथा नयेद उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते यस्य राज्ञप्रजा राज्ये पच्यते नरकेषु सः ये द्विजा प्रतिगृह्णन्ति नृपस्य पापवर्तिनः प्रयान्ति तेऽपि कोरेषु नरकेषु न संशयः पारदारिकचौराणां यत्पापं पार्थिवस्य च भवत्यरक्षतो घोरो राज्ञस्तस्य परिग्रहः अचौरं चौरवद्यश्च चौरं चाचौरवत् पुनः अविचार्य नृभक् कुर्यात् सोऽपि वै नरकं व्रजेत् हृदतैलान्नपानादि मधुमांससुरासवं गुडेक्षुक्षीरशाकादिदधिमूलफलानि च तृणकाष्ठं पुष्पपत्रं कांस्यभाजनमेव च उपानच्छत्रकटकशिपिकामासनं मृदु ताम्रं सीसं त्रपुकांस्यं शङ्खाद्यं च जलोद्भवं वादिदं वेणुवंशाद्यं गृहोपस्करणानि च ऊर्णा कार्पासकौशेयरङ्गपद्मोद्भवानि च स्थूलं सूक्ष्माणि वस्त्राणि ये लोभेन हरन्ति च एवमादीनि चान्यानि द्रव्याणि विविधानि च नरकेषु द्रुतं गच्छेदपकृत्याल्पकान्यपि यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् अपहृत्य नरो यादि नरकेनात्र संशयः बह्वाल्पकाद्यापि तथा परस्य ममता कृतम् अपहृत्य नरो यादि नरकेनात्र संशयः एवमाद्यैर्नरपापैरुत्क्रान्तिसमनन्तरं शरीरखादनार्थाय पूर्वाकारमवाप्नुयाद यमलोकं प्रजन्त्येदे शरीरस्था यमाज्ञया यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः देवतुर्यं मनुष्याणामधर्मनियतात्मनां धर्मराजस्मृतशास्था सुखोरैर्विविधैर्वधैः विनयाचारयुक्तानां प्रमादान्मलिनात्मनां प्रायचित्तैर्गुरुशास्ता न च तैरीक्ष्यते यमः पारदारिकचौराणामन्यायव्यवहारिणां नृपदिशासकप्रोक्तप्रच्छन्नानां च धर्मराड तस्मात् कृतस्य पापस्य प्रायचित्तं समाचरेद नाभुक्तस्यान्यथा नाशकल्पकोटिशतैरपि यः करोति स्वयं कर्म कारयेद्वानुमोदयेद् कायेन मनसा वाचा तस्य चाधोगतिफलं यदि संक्षेपदप्रोक्ताः पापभेदास्त्रिधाधुना कथ्यन्ते गदयश्चित्रा नराणां पापकर्मणां यदत्ते नृपदे धर्मफलं प्रोक्तं सुविस्तराद अन्यत् किन्दे प्रवक्ष्यामि तन्मे ब्रूहि नरोत्तम अधर्मस्य फलं प्रोक्तं धर्मस्यापि वदाम्यहम् इत्युक्त्वा मादलिस्तत्र राजानं सर्ववत्सलं तस्मिन् धर्मप्रसङ्गेन इत्याख्यातं महात्मना इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने पितृतीर्थवर्णने ययादिचरिते सप्तषष्टितमोऽध्यायः ॐ